सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठं प्रति गच्छेम। भगिनी स्मारयतु सुभाषितम्। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसुपूज्यते न तु धनं विद्याविहीनः पशुः। धन्यवादः श्रीगुरुभ्यो नमः। धन्यवादः भगिनी। अव्ययानां चिन्तनं क्रियमाणमस्ति। एव इति अव्ययस्य प्रसङ्गे चिन्तनं क्रियमाणमस्ति। एव प्रसङ्गे पठन्तः स्मः। एकचत्वारिंशत्यधिक एकशतं पृष्ठं पश्यन्तु। तस्मिन् पुटे एकादशवाक्यानि, सरलवाक्यानि दत्तानि। एकचत्वारिंशत्यधिक एकशतं पृष्ठं पश्यन्तु। वाक्यानि तु सरलानि एव। अद्य कांश्चन व्याकरणांशान् विमृशामः। उदाहरणत्वेन एकं वाक्यं दत्तमस्ति, वस्तुतः वाक्यद्वयं दत्तमस्ति, वाक्यद्वयं मिलित्वा एकमेव वाक्यं कृत्वा लेखनीयमस्ति। रक्तवर्णैः लिखितम् एकं वाक्यं दत्तमस्ति, सा एव सूचना। सूचनां पठित्वा वाक्यानि पुनर्लेखनीयानि। सुजाता भगिनी सूचनां पठतु। यदोदाहरणं वाक्यानि पुनः लिखता। यत् उदाहरणं वाक्यानि विशेषण विशेषपदमस्ति। पुनः विशेषणविशेषपदं कुत्र अस्ति? यदो उदाहरणं द्वितीयाविभक्ति अस्ति। द्वितीयाविभक्तिः इति न वदामः। यथोदाहरणम् इति अव्ययपदमस्ति, तत्तु समस्तपदमस्ति, अव्ययीभावसमासः अस्ति। समस्तपदमस्ति चेत् सन्धिकार्यं नित्यं भवति। यथा उदाहरणम्, यथा इति पूर्वपदमस्ति, उदाहरण इति प्रातिपदिकमस्ति, उत्तरपदस्य प्रातिपदिकम्। द्वयोः मेलनं कृत्वा, द्वयोः सुबन्तयोः मेलनं कृत्वा समस्तपदनिर्माणं भवति। यथोदाहरणम् इत्यस्मिन् पदे अव्ययीभावसमासः अस्ति, उदाहरणानुसारेण इति अर्थः अस्ति, किन्तु विग्रहवाक्यं स्पष्टतया वक्तव्यं समस्तपदानां प्रसङ्गे। उदाहरणम् अनतिक्रम्य, उदाहरणम् अनतिक्रम्य इति विग्रहवाक्यं वक्तव्यं भवति। रमेश् महोदय, भवान् वदतु अस्मिन् प्रसङ्गे इतोपि किमस्ति? किमस्ति इति अव्ययीभावसमासः अस्ति केन सूत्रेण इति वा? भवान् यज्जानाति तद्वदतु। दीर्घं सूत्रम् आसीत्, दीर्घं सूत्रं यत् अव्ययीभावसमासस्य दीर्घं सूत्रम् आसीत् तदेव तत्र यथा अपि आगच्छति। तत्र तेन यथा अहं कानिचन अन्यानि पदानि, ईदृशानि पदानि, अन्यानि पदानि वदामि, भवान् विग्रहवाक्यं वदतु। यथा शास्त्रम्, शास्त्रम् अनतिक्रम्य, उत्तमम्। यथार्थम्, अर्थम् अर्थम् अनतिक्रम्य, अर्थम् अनतिक्रम्य। यथार्हम्, अर्हम् अनतिक्रम्य। यथाशक्ति, शक्ति अनतिक्रम्य, शक्तिम् अनतिक्रम्य, शक्तिम् अनतिक्रम्य भवेत् वा? यथेच्छम्, इच्छाम्, इच्छाम् अनतिक्रम्य। इच्छा इति पदमस्ति खलु, ईषुधातोः रूपम् अस्ति, स्त्रीलिङ्गरूपम् अस्ति। इच्छाम् अनतिक्रम्य इति भवति। यथेष्टम्, इष्टम् अनतिक्रम्य उत्तमं यथा मति मतिम् अनतिक्रम्य यथा योग्यम् योग्यम् अनतिक्रम्य उत्तमम् एवमेव यथोचितम् उचितम् अनतिक्रम्य बहु सम्यक् एवमेव यथोदाहरणम् अत्र अव्ययीभावसमासः अस्ति अव्ययीभावसमासस्य प्रसङ्गे विधायकसूत्रं बहुदीर्घम् अस्ति तस्मिन् षोडश अर्थाः सन्ति तेषु अर्थेषु पूर्वपदमस्ति चेत् उत्तरपदं किमपि सुबन्तपदं भवितुमर्हति पूर्वपदं तु सूत्रे ये ये शब्दाः दत्ताः तेषु अर्थेषु एव पूर्वपदमस्ति चेत् तदा अव्ययीभावसमासः भवति यथोदाहरणम् इति पदम् अव्ययीभावसमासस्य कृते उदाहरणमस्ति उदाहरणानुसारेण इति अर्थः भवति अर्थः भिन्नः विग्रहवाक्यं भिन्नं यथार्हं यथा तथं यथार्थं यथाशक्ति यथेच्छं यथेष्टं यथामति यथोचितं यथा योग्यं यथाशक्ति ईदृशानि पदानि उत्तमानि उदाहरणानि अव्ययीभावसमासस्य प्रसङ्गे सुजाता भगिनी इदानीं भवती वदतु वाक्यानि पुनः लिखत वाक्यानि नपुंसकलिङ्गपदमस्ति बहुवचनं पुनः अव्ययमस्ति लिखत लोट्लकार मध्यमपुरुष बहुवचनमस्ति उत्तमम् अत्र सन्धिकार्यं कृत्वा लिखामश्चेत् किं भवति पुनः लिखत पुनर्लिखत किमर्थं रेफादेशः विसर्ग अस्ति इत्यनेन विसर्गस्य रेपः जातः पुनर्लिखत इति रूपं भवति तत्र रेफः स्वाभाविकरेफः अस्ति तर्हि तत् तस्य किमपि परिवर्तनं न भवति इति अहं चिन्तयामि पुनर् इति प्रातिपदिकमस्ति परन्तु तत् स्वाभाविकरेफः अस्ति तत् पुनः इति कदापि न भवति इति पुनर् इति एव तस्य प्रातिपदिकम् इति तत्र पठितवान् तेन कारणेन एव तत् पुनर् एव भवति यदि पुनः स्वाभाविकरेफः नास्ति तर्हि पुनः एव भवति तत्र पुनर् तत्रापि पुनर्लिखत इ अस्ति खलु पुनः यदि तद् नास्ति चेत् तत् हर्ष्वर्णः अस्ति चेत् तस्य ओकारादेशः भवति पुनो लिखत इति भवेत् भवतः चिन्तनमपि साधु एव पुनर् इति रेफान्तव्ययमस्ति हरिः गच्छति इत्यत्र हरिर्गच्छति गुरुः वदति इत्यत्र गुरुर्वदति इत्यादीनि रूपाणि साधयितुं शक्नुमः किन्तु अत्र रेफान्तव्ययमेव वदतु तत्र इकारः अस्ति तत्र अकारभिन्न स्वरः अस्ति तर्हि रेफः भवति यदि अकारः अस्ति पुनर् इति यत् अस्ति नकारस्य अग्रिमवर्णः अकारः अस्ति तत्पश्चात् रेफः अस्ति विसर्गः अस्ति तत्र ऊकारः आदेशः भवति हषि च इति सूत्रेण ऊकारस्य आदेशः भवति परन्तु तत्र पुनर् इति यत् अस्ति तत् स्वाभाविकरेफः अस्ति तेन कारणेन तत्र न भविष्यति इति मम स्मरणे अस्ति साधु महोदय तदेव इच्छः परस्य विसर्जनीयस्य रेफः अखरि तत्सूत्रं हरिर्गच्छति इत्यत्र कार्यं करोति हरिः गच्छति इत्यत्र हरिर्गच्छति इत्युक्ते विसर्गात् पूर्वम् इकारः अस्ति इति कारणतः तत्र रेफादेशः भवति इति तु भिन्ना वार्ता परन्तु अखरि इत्युक्ते किं तत् न बुद्धि अखरि इत्युक्ते खर्वर्णः परः नास्ति कर्वर्णः परः नास्ति यदि खरः अस्ति चेत् तत्र खर्वर्णः अस्ति चेत् विसर्जनीयस्य सः खरि सकारादेशः दन्त्यसकारादेशः भवति उत्तमम् अग्रे सरेम भगिनी वाक्यानि पठतु यदा भवान् अधुना गृहं गमिष्यति भवान् कार्यालयं न गमिष्यति गृहं गमिष्यति भवान् अधुना गृहम् एव गमिष्यति कार्यालयं न किं वदनीयं भगिनि अत्र वार्ता का भविष्यत्काले वाक्यमस्ति अधुना गृहम् एव गमिष्यति कार्यालयं न गमिष्यति द्वे वाक्ये स्तः एकं वाक्यमस्ति भवान् अधुना गृहं गमिष्यति द्वितीयवाक्यमस्ति भवान् कार्यालयं न गमिष्यति वि केन् यूस् गमिष्यति एट् वन् टैम् वाक्यद्वयं दत्तमस्ति द्वयोः वाक्ययोः मेलनं कृत्वा एकमेव वाक्यं लिखितम् अस्ति किन्तु एव इति शब्दस्य प्रयोगं कृत्वा लिखितम् अस्ति भवान् अधुना गृहमेव गमिष्यति कार्यालयं न अवगतं खलु वाक्यम् अवगतं खलु आं भगिनि उत्तमम् अत्र अधुना इति पदम् अस्ति अधुना इत्युक्ते अस्मिन् काले पर्यायवाचिनः शब्दाः अन्ये शब्दाः सन्ति इदानीम् इति पदमस्ति सम्प्रति इति पदमपि अस्ति अधुना प्रसङ्गे इदानीं सम्प्रति अधुना इति पदमपि अव्ययपदमेव अधुना इति शब्दात् आधुनिक इति पदं सिद्ध्यति तद्धितान्तं पदमस्ति अधुना भवम् आधुनिकं महोदय भवान् वदतु अधिकस्य भावः अधिकस्य भावः आधिक्यम् उत्तमम् आधिक्यम् इति भवति अधिकता अधिकता भवति अधिकत्वम् अपि भवति अलसस्य भावः आलस्यम् आलस्यता आलस्यत्वम् अलसत्वम् आलसत्वं भवति वा आलसत्वम् अलसत्वम् अलसत्वम् अलसत्वं तत्र पश्यतु अलस इति प्रातिपदिकमस्ति अलस त्वप्रत्ययः महोदय अलसत्वम् अलसत्वम् इति भिन्नं पदमस्ति तत्र त्वा इति प्रत्ययः अस्ति अलसस्य भावः आलस्यम् आलस्यम् इत्यत्र श्यञ् इति प्रत्ययः अस्ति अलसता इत्यत्र तल् प्रत्ययः अस्ति खलु उत्तमम् आधिपत्यम् इति पदमस्ति चेत् अधिपतेः भावः आधिपत्यम् तत्रापि श्यञ् प्रत्ययः अस्ति किमर्थम् एवं वदन्ती अस्मि इमानि पदानि तद्धितान्तपदानि अधुना भवम् आधुनिकं कार्यालयः इति पदं दत्तमस्ति भगिनी वक्तुमिच्छति वा कार्यालयः इति पुंलिङ्गशब्दः तत्र विग्रहवाक्यं किमस्ति कार्यालयः कार्यं यत्र भवति तत् कार्यालयः सम्यक् न जानामि वा विग्रहवाक्यं भगिनि दर्शना भगिनी वक्तुमिच्छति वा कार्यालयः कार्यस्य आलयः कार्यस्य आलयः कार्यस्य आलयः आलयः इति उत्तरपदमस्ति कार्यम् इति पूर्वपदमस्ति इत्युक्ते कार्य इति पूर्वपदस्य प्रातिपदिकमस्ति उत्तरपदस्य प्रातिपदिकम् आलय अस्ति कार्यस्य आलयः कार्यालयः इति षष्टितत्पुरुषसमासः दर्शना भगिनी वदतु देवालयः देवस्य आलयः देवस्य आलयः सूर्योदयः सूर्यस्य उदयः उत्तमं सूर्यस्य उदयः इमानि पदानि समस्तपदानि कार्यालयः ग्रन्थालयः पुस्तकालयः देवालयः सूर्योदयः इत्यादिषु षष्टितत्पुरुषसमासः अस्ति सुजाता भगिनी वदतु भवान् शब्दस्य प्रातिपदिकं किम् भवत् स्त्रीलिङ्गे तस्य रूपं किम् अस्ति भवति नपुंसकलिङ्गे भवत्येव भवत्येव किन्तु शत्रन्तानां चिन्तनं करोतु शत्रन्तानां चिन्तनं कुर्मः चेत् भूधातुः अस्ति भूधातोः परं शत्रुप्रत्ययस्य योजनेन भवत् इति प्रातिपदिकं सिद्ध्यति भवत् इति प्रातिपदिकं सिद्ध्यति तत्र पुंलिङ्गरूपं किम् अस्ति भवान् अस्ति न भवन् भवन् इति भवति शत्रन्तपुंलिङ्गरूपं शत्रन्तपुंलिङ्गप्रथमाविभक्ति एकवचनरूपं भूधातुतः शत्रप्रत्ययस्य योजनेन भवन् इति रूपं भवति प्रातिपदिकं भवत् अस्ति किन्तु स्त्रीलिङ्गे भवन्ती भवति भवन् भवन्ती इमानि रूपाणि शत्रन्तरूपाणि किन्तु अत्र किं लिखितमस्ति भवान् इति लिखितमस्ति भवती इति स्त्रीलिङ्गे रूपमस्ति भवती जानाति खलु गमिष्यति इति रूपं कथं साधनीयं वदतु गम् धातुतः स्या प्रत्ययः अस्ति अर्धधातुकप्रत्ययः अस्ति गमिष्यति भवति स्या प्रत्ययः अस्ति अतः गमिष्यति गम् धातुः अनिट् धातुः अनिट् धातुः अस्ति किन्तु इडागमः दृश्यते किमर्थं महोदय वदतु गम् धातुः अनिट् धातुः रूपाणि पश्यतु गतः गतवान् गतम् इत्यादीनि रूपाणि जानीमः इत्युक्ते आर्धधातुकरूपेषु अनिट् धातुः अस्ति इति कारणतः गतवान् गतः गतं गन्तुम् इत्यादीनि रूपाणि साधयितुं शक्नुमः अनिट् धातुः किन्तु गमिष्यति इत्यत्र किमर्थम् इडागमः तत्र विशिष्टं सूत्रमस्ति लृट् स्थाने अस्ति वा केवलं कम् अति अस्ति वा बहूनि तदेव तत्र एकं विशिष्टं सूत्रमस्ति सूत्रं किम् इत्युक्ते गमेरिट् परस्मैपदेषु गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण लृट् लकारप्रसङ्गे इडागमः भवति अन्येषु रूपेषु इडागमः नास्ति पश्यन्तु अर्धधातुकप्रक्रियायाम् इडागमचिन्तनं भवति किन्तु कृतान्तरूपेषु क्तवतुरूपेषु तुमुन् गन्ता तृजन्तरूपं कुत्रापि इडागमः न दृश्यते केवलं विशिष्टसूत्रेण गमिष्यति इत्यत्र गमेरिट् परस्मैपदेषु इति विशिष्टसूत्रेण इडागमः भवति इत्यतः गमिष्यति इति रूपं सिध्यति सङ्गच्छते इत्यत्र आत्मनेपदिरूपमस्ति तत्र सङ्गंस्यते इति रूपं भवति तत्र इडागमः न दृश्यते परस्मैपदेषु एव इडागमः अग्रिमं वाक्यं करोतु भगिनि वयं सर्वे भोजनं करिष्यामः वयं मधुरं न खादिष्यामः वयं सर्वे भोजनं करिष्यामः मधुरं मधुरं न खादिष्यामः मिलित्वा उदाहरणं यथा दत्तमस्ति तथा एव वदतु वयं सर्वे भोजनं करिष्यामः एव मधुरं न खादिष्यामः अस्ति वा न एव इति पदं कुत्र स्थापनीयम् वयं सर्वे भोजनं करिष्यामः गृहम् एव भोजनम् एव करिष्यामः मधुरं न मधुरं खादिष्यामः चेत् किं भवति मधुराणि खादिष्यामः चेत् किञ्चित् श्रेष्ठाः भवामः कायेन गात्राणि विस्तराणि भविष्यन्ति मधुराणि अधिकं खादिष्यामश्चेत् मधुमेह व्याधिपीडिताः भगिनि मधुरं मा खादतु मधुमेह व्याधिपीडिताः भवामः भोजनम् एव करिष्यामः न तु मधुरम् अत्र भोजनम् इति पदमस्ति दर्शना भगिनी वदतु तस्मिन् प्रसङ्गे भुज् इति धातुः भोजनम् इति ल्युडन्तम् उत्तमं भुज् धातोः परं ल्युट् प्रत्ययस्य योजनेन गुणकार्यं भवति केन सूत्रेण भुज् इति उधुपदधातुः उत्तमम् पुगन्तलघुपधस्य च इति सूत्रेण भुज् इति धातुः उदुपधधातुः अतः भुज् धातोः परं ल्युट् इति अर्धधातुकप्रत्ययः अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रेण भुज् भोज् भवति, भोज्योगः ल्युट् इति स्थितिः अस्ति. ल्युट् इत्यत्र युवोरनाकौ इति सूत्रेण यु स्थाने अन आदेशः भवति, अतः भोजन इति प्रातिपदिकं सिद्ध्यति, किन्तु ल्युच्च इति सूत्रेण भोजनम् इति नपुंसकलिङ्गपदं भवति. सुजाता भगिनी भवती वदतु, वयं शब्दस्य प्रातिपदिकं किम्? वयम् अस्मत्. अस्मद् सर्वशब्दः त्रिषु लिङ्गेषु अस्ति खलु? रूपाणि वदतु. सर्वाः आदौ पुंलिङ्गे वदतु. पुंलिङ्गे सर्वाः सर्वौ सर्वे पुंलिङ्गे अस्ति. सर्वाः स्त्रीलिङ्गे अस्ति. स्त्रीलिङ्गे पुनः वदतु. सर्वाः सर्वे सर्वाः नपुंसकलिङ्गे वदतु. सर्वं सर्वे सर्वाः नपुंसकलिङ्गे. नपुंसकलिङ्गे सर्वं सर्वं सर्वे सर्वाणि सर्वाणि. हा भगिनि, सर्वाणि इत्यत्र अणत्वमस्ति, वदतु. सर्वाणि रेपः अस्ति इत्यनेन नत्वं भवति. रेफोत्तरवर्ति केचन वर्णाः सन्ति खलु? अट्कुपुवाङ्गनम् एवापि इत्यनेन नत्वं भवति. उत्तमं. सर्वाणि इत्यत्र वकारः अस्ति, आकारः अस्ति. वकारः आकारः च वर्णद्वयम् अट् प्रत्याहारे अस्ति. अट् प्रत्याहारस्थवर्णः अस्ति चेदपि तत्र णत्वं भवति. अट्कुप्वाङ्गनुं व्यवायेपि सूत्रेण सर्वाणि इत्यस्मिन् णत्वं भवति. भुज् धातोः प्रसङ्गे एकं विशिष्टं सूत्रं स्मर्तव्यं. भुज् धातुः उभयपदी धातुः, उभयपदी धातुः अस्ति इति कारणतः तत्र भुनक्ति इति परस्मैपदिरूपं, भुङ्क्ते इति आत्मनेपदिरूपम् अस्ति. आत्मनेपदिपदप्रयोगः कुत्र भवति, परस्मैपदरूपस्य प्रयोगः कुत्र भवति इति प्रश्ने सति भुजो नवने इति एकं सूत्रं स्मर्तव्यं. भुजो नवने इति सूत्रम्. अनवने पालनार्थे अस्ति चेत् परस्मैपदरूपं, भोजनार्थे अस्ति चेत् आत्मनेपदरूपं वक्तव्यम्. पालनार्थे परस्मैपदी, भोजनार्थे आत्मनेपदी. अन्नं भुङ्क्ते साधुवाक्यं, महीं भुनक्ति राजा, महीं भुनक्ति पालनार्थे अस्ति. भुङ्क्ते इति एकं रूपम् आत्मनेपदिरूपं, भुनक्ति इति परस्मैपदिरूपम् अस्ति. भुज् धातुः रुधादिगणे अस्ति, भुनक्ति इति रूपं सिद्ध्यति परस्मैपदिरूपं. महोदय, भुनक्ति रूपं साधयितुम् इच्छति वा? भुनक्ति भुज् योगः तिप् इति स्थितिः अस्ति. रुदादिभ्यः तिप् इति सार्वधातुकमस्ति, पित् अपि अस्ति, सार्वधातुकं कर्तरि अर्थे अस्ति. तर्हि कर्तरि शप् बाधयित्वा रुदादिभ्यः श्नान रुदादिभ्यः श्नम् श्नम् इति प्रत्ययः भवति. श्नं तत्र शकारः इत्संज्ञा अस्ति, मकारः अपि इत्संज्ञा अस्ति, नकारः एव तिष्ठति, न द्वयमपि तिष्ठति, नकार अकार तिष्ठति. तत्र श्नं मकारः मितचोन्त्यात् परः इति परिभाषासूत्रेण अन्तिम अच्वर्णस्य परस्य भवति. भुज् तत्र उकारः अन्तिम अच्वर्णः अस्ति. भुज् बुनज् योगः ति इति स्थितिः भवति. तत्र श्नसो न श्नम् लोपः महोदय पश्यतु श्नशोरलोपः नो चेत् अन्यानि सूत्राणि अत्र न किमर्थं चेत् तिप् प्रत्ययः पित् प्रत्ययः पित् प्रत्यये परे नूतनसूत्राणाम् आवश्यकता नास्ति भुनाक्ति भुनाक्ति न इति रूपं यथावत् तत्र तिष्ठति यथावत् तदेव तर्हि इदानीं केवलं सन्धिकार्यं भूत्वा भुनक्ति इति भवति तत्र सन्धिकार्यं किं जकारः अस्ति चोः कुः इति सूत्रेण जकारस्य घकारः भवति खरीच इति सूत्रेण घकारस्य ककारः भवति भुनक्ति इति रूपं सिद्ध्यति तत्पश्चात् एकमपि अस्ति नकारस्य मनुस्वारः इति अनुस्वारः भवति अनुस्वारस्य ययि तादृशानि कार्याणि अनावश्यकानि भुनज् भुनज् इति अङ्गं सिद्ध्यति तिप् प्रत्ययस्य कृते अङ्गमस्ति भुनज् भुनज् इत्यत्र जकारस्य स्थाने गकारः इति चोः कुः सूत्रेण गकारस्य स्थाने ककारः इति खरीचसूत्रेण भवति तावदेव तत्र कार्यं समाप्तम् भुनक्ति इति भवति वा भुनक्ति इति न भवति भुनक्ति इति भवति भुनक्ति भुनक्ति नकारः नागच्छति वा भुनक् योगः ति आदौ भुज्यति धातुः अस्ति श्नम् विकरणप्रत्ययः आयाति इति कारणतः श्नम् इत्यस्मात् न आयाति न इति अन्तिम अचुवर्णात् परम् आयाति भुज् इत्यत्र केवलम् एकः एव अचुवर्णः अस्ति उकारः एव अचुवर्णः उकारात् परं न इति आयाति तत्र भुनज् इति रूपं सिद्ध्यति भुनज् इति अङ्गं भवति कस्य कृते तिप् प्रत्ययस्य कृते अङ्गं भवति भुनज् योगः ति इत्यत्र सन्धिकार्याणि चोः कुः खरी च सूत्रद्वयेन तत्र ककारादेशः भवति भुनक् योगः ति भुनक्ति तावदेव किमर्थं नश्चापदान्तस्य जली सर्वं कार्यं न करोति इति मम चिन्तनमस्ति ककारः जलि नास्ति वा ककारः जलि अस्ति खलु भुना इत्यत्र नकारोत्तरवर्ति अकारः अस्ति मध्ये अकारः मध्ये अस्ति मया विस्मृतम् अकारः मध्ये अस्ति इति भुनक्ति इति एव रूपं सिद्ध्यति अकारः अपगच्छति तदा एव तत्र सन्धिकार्याणि सन्धिकार्याणि भवति रुधादिगणस्य प्रसङ्गे तिप् प्रत्ययपरे भिन्नं कार्यं भवति अपित् प्रत्ययपरे भिन्नकार्याणि भवन्ति तत्र तिप् सिप् मिप् एते त्रयः प्रत्ययाः पित् प्रत्ययाः प्रथमपुरुष एकवचनरूपं मध्यमपुरुष एकवचनरूपम् उत्तमपुरुष एकवचनरूपं तत्र पित् प्रत्ययः अस्ति पित् प्रत्यये परे श्नशोरलोपः सूत्रस्य कार्यं नास्ति अन्यत्र श्नशोरलोपः सूत्रस्य कार्यमस्ति श्नशोरलोपः इति सूत्रेण अल्लोपः भवति चेत् तदा सन्धिकार्याणि वक्तव्यानि नश्चपदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः इत्यादीनि सूत्राणि वक्तव्यानि अपित् प्रत्यये परे अपित् प्रत्यये परे तत्र अपित् नास्ति तर्हि श्नशोरलोपः न भवति तर्हि अकारः तिष्ठति सन्धिकार्यस्य प्राप्तिः न भवति इत्युक्ते तत्र चोः कुः अपि च खरि च सूत्रद्वयेन कार्यं भवति किन्तु अपित् प्रत्यये परे भिन्नानि कार्याणि सन्ति अग्रे सरेम अस्मिन् वाक्ये करिष्यामः इति रूपमस्ति करिष्यामः इत्यत्रापि वैशिष्ट्यमस्ति क्रू धातोः रूपमेव करिष्यामः क्रू धातुः वस्तुतः सेट् नास्ति सामान्यपरिशीलनं किम् अस्ति इत्युक्ते अजन्तधातवः साधारणतया अनिटः हलन्तधातवः सेटः इति सामान्यपरिशीलनम् अस्ति क्रु इति धातुः अजन्तधातुः अतः अनिट् अनिट् धातुः अस्ति चेदपि करिष्यति करिष्यामः इत्यत्र इडागमः दृश्यते किमर्थम् इति प्रश्ने सति तत्रापि एकं विशिष्टं सूत्रम् आगत्य कार्यं करोति रुद्धनोः स्ये इति सूत्रमस्ति रुद्धनोः स्ये इति सूत्रेण इडागमः भवति क्रू धातोः रूपं करिष्यति ध्रुव अस्ति चेत् धरिष्यति ह्रु अस्ति चेत् हरिष्यति, ध्रु अस्ति चेत् धरिष्यति, किन्तु तत् सूत्रं हन् धातोः प्रसङ्गे अपि कार्यं करोति. रुद्धनोः इति कथनेन ऋकारान्तधातूनां प्रसङ्गे हन् धातोः प्रसङ्गे अपि तत् सूत्रं स्याप्रत्ययपरे कार्यं करोति. रुद्धनोः स्ये इति सूत्रेण हन् धातोः रूपं हनिष्यति इति भवति. हन् धातुः वस्तुतः अनिटेव, किन्तु स्याप्रत्ययपरे इडागमः भवति अनेन विशिष्टसूत्रेण, अतः हनिष्यति. एवमेव अत्र क्रू धातोः प्रसङ्गे अपि इडागमः विशिष्टसूत्रेण भवति, रुद्धनोः स्ये इति सूत्रेण भवति. मधुराणि अधिकं न खादन्तु इति अत्र वार्ता. मधुराणि इत्यत्र अणत्वम् अस्ति, भगिनी वदतु. मधुराणि अट्कुप्वाङ्ग् इत्यनेन णत्वं भवति. उत्तमं. करिष्यामः इत्यत्र केन सूत्रेण गुणः भवति? क्रु कर् भवति खलु? आम् भगिनि. केन सूत्रेण? सार्वधातुक अर्धधातुकयोः. इगन्तधातुः क्रु इति इगन्तधातुः. ऋकारः इक् प्रत्याहारे अस्ति, ऋकारः इक् प्रत्याहारस्थवर्णः, अतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति. तेन कर् भवति, करिष्यति, करिष्यामः इत्यादीनि रूपाणि साधयितुं शक्नुमः. मधु इति पदं जानाति खलु? मधु इति लिङ्गं किम्? मधु उकारान्त पुल्लिङ्गम् अस्ति. नपुंसकलिङ्गम्? नपुंसकलिङ्गम् अस्ति भगिनि. रूपाणि वदतु. मधु, मधु, मधु, मधुनि, मधूनि. उत्तमं. मधु, मधुनी, मधूनि. मधु इति प्रातिपदिकात् मधुरम् इति पदं साधितम्. महोदय भवान् वदतु, सनन्तरूपं वदतु. खादितुम् इच्छा, खादितुम् इच्छा, क्षी, न खादितुम् इच्छा, क्षी किमपि भवेत्, चिक्कि, चिक्कि, चिक् चिखादिशा. चिखादिशा. उत्तमम्. चिखादिशा, चिखादिशति इति सन्नन्तरूपं. चिखादिशति. क्रूधातोः सन्नन्तरूपं वदामश्चेत् कर्तुमिच्छति. चिकीर्षा. उत्तमम्. चिकीर्षति, चिकीर्षति, चिकीर्षा इत्यादीनि सन्नन्तरूपाणि सन्ति. खादितुमिच्छा, चिखादिशा. कर्तुमिच्छा, चिकीर्षा. एवं रूपाणि सन्ति सन्नन्तरूपाणि. इत्युक्ते सन्नन्तधातोः तिङन्तरूपाणि भवन्ति, कृदन्तरूपाणि अपि भवन्ति. दर्शना भगिनी इदानीम् अग्रिमं वाक्यं करोतु. ताः विद्यालयं गच्छन्ति, ताः अन्यत्र न गच्छन्ति. ताः विद्यालयम् एव गच्छन्ति, न अन्यत्र इति वाक्यम्. ताः काः? ताः छात्राः. छात्राः इत्यत्र स्त्रीलिङ्गे वा पुंलिङ्गे वा? स्त्रीलिङ्ग, स्त्रीलिङ्गमस्ति. बालिकाः इति वक्तुं शक्यते खलु? आम्. उत्तम. विद्यालयः वदतु. विद्यायाः आलयः विद्यालयम्, विद्यालयः द्वितीया विभक्तौ अस्ति. विद्यालयं कर्मपदमस्ति. गच्छन्ति कं धातोः लट्लकाररूपः बहुवचने अस्ति, प्रथमपुरुषः. ताः अन्यत्र, अन्यत्र तु अव्ययमस्ति, न अव्ययं. गच्छन्ति पुनरेकवारं तदेव. ताः तद् तद् इति प्रातिपदिकस्य प्रथमा विभक्तिः बहुवचनं स्त्रीलिङ्गे. प्रथमाविभक्ति रूपाणि वदतु स्त्रीलिङ्गे. स्त्रीलिङ्गे सा, ते, ताः. उत्तमं. सा ते ताः, तां ते ताः. विद्यालयः इति पुंलिङ्गपदमस्ति. विद्यायाः आलयः इति भवति. आ उपसर्गपूर्वक लिङ् इति धातुः अस्ति. ली धातुः, ली धातोः रूपमेव लयः. अच् प्रत्यये परे लयः इति रूपं सिद्ध्यति, कृदन्तरूपं सिद्ध्यति. आलयः गच्छति इति रूपं कथं साधनीयम्? गच्छति इति रूपं गम् धातोः रूपं खलु, गम् लु इति धातोः रूपं खलु, गम् धातुः लौकिकधातुः. महोदय अत्र किं भवति वदतु, भवान् वदतु. गम् धातुतः गच्छति, गम् धातु तिप् इति प्रत्ययः स्वीकुर्मः. गम् इति भवादिगणीयधातुः अस्ति, शप् विकरणप्रत्ययः भवति. गम् योगः शप् योगः ति इति रूपं भवति. शप् इति षित् अस्ति. तर्हि एकं विशिष्टं सूत्रमस्ति, षिति परे गम् इष् अपि च यम् एतयोः चकारादेशः भवति. इषु गमीयमाः इति सूत्रेण गम् इत्यस्य मकारस्य चकारादेशः भवति. गच्छति भवति, गच्छ योगः अयोगः इति. तत्र गच्छ इति पूर्वस्य, तत्र पूर्वे गकारस्य अग्रिमवर्णः अस्ति अकारः, अकारः परं चकारः अस्ति. तर्हि तुगागमः भवति. केन सूत्रेण? छेच इति सूत्रेण तुगागमः भवति. तत्पश्चात् तोः श्चुनाश्चुः इति सूत्रेण तकारस्य चकारः भवति. गच्छ योगः गच्छति इति रूपं सिद्ध्यति. बहु सम्यक्. गम् धातुतः गच्छति इति साधनवेलायां गम् धातुः भुवादिगणे अस्ति, अतः शप् आयाति. शप् इत्यस्मात् आ अवशिष्यते. गम् योगः आयोगः ति इति स्थितिः अस्ति. अत्र इषु गमि यमां छः सूत्रेण गम् इत्यत्र मकारस्य स्थाने छकारादेशः भवति. इषु गमि यमां छः सूत्रेण छकारादेशः. गम् इत्यत्र गकारोत्तर अकारः अस्ति, ह्रस्व अकारः अस्ति. ह्रस्व अकारात् परं छकारः अस्ति. तादृश्यां दशायां छेच इति सूत्रेण तुगागमसन्धिकार्यं भवति. तुक् आगमः, आगमः इत्युक्ते नूतनतया तकारः आगतः. गत् छु इति रूपं तत्र सिद्ध्यति. गकारोत्तर अकारात् परं तकारः नूतनतया आगत्य तत्र उपविशति. तुक् आगमः भवति छेच सूत्रेण. गत् छ् इति रूपं भवति. तत्र स्तोः श्चुनाश्चुः इति सूत्रेण श्चुत्वकार्यं भूत्वा तकारस्य स्थाने अन्यचकारः आगताः. गच्छति इति रूपं. त्रीणि सूत्राणि स्मर्तव्यानि, इषु गमीयमां छः, छे च, स्तोः श्चुनाश्चुः इति सूत्रम्. महोदय भवान् वदतु, गन्तुम् इच्छा. गन्तुम् इच्छा जिगमिषा. उत्तमम्. गन्तुमिच्छा जिगमिषा. तिङन्तपदमस्ति जिगमिषति. गन्तुमिच्छति जिगमिषति. एवमेव लेखितुमिच्छति द्वयमपि भवति. तत्र रूपद्वयमस्ति. क्त्वान्तरूपाणां प्रसङ्गे एकं विशिष्टं सूत्रं वयं पठितवन्तः. क्त्वान्तरूपाणां प्रसङ्गे लिखित्वा लेखित्वा रूपद्वयमस्ति. कथं साधनीयम् इति प्रश्ने सति रलो व्युपधात् हलादेः संश्च इति विशिष्टसूत्रेण रलोः व्यपधात् हलादेः संश्च. संश्च इति कथनेन सन्नन्तधातूनां प्रसङ्गे अपि तत् सूत्रं कार्यं करोति. अत्र लिख् इति धातुः रलन्तः हलादिः व्यपधा अस्ति, इत्युक्ते उपधायाम् इकारः अस्ति, तादृशधातुः. अतः विकल्पेन कित्वं भवति. कित्वं विकल्पेन भवति. कित्वं विकल्पेन भवति चेत् तत्र रूपद्वयं सिद्ध्यते. कित् भवति चेत् गुणः निषिध्यते, कित् न भवति चेत् गुणकार्यं भवति. अतः लिखित्वा लेखित्वा. एवमेव लिलेखिषति लिलिखिषति. लिलेखिषति इति वक्तुं तत्र गुणकार्यं स्यात्. गुणकार्यं भवनीयं चेत् तत्र कित्वस्य निषेधः भवतु. कित्वस्य निषेधः भवति चेदेव गुणकार्यं भवति. तदर्थमेव लिलेखिषति लिलिखिषति इति रूपद्वयं तिङन्तम्. लिलिखिषा लिलेखिषा. लेखितुमिच्छा लिलिखिषा लिलेखिषा. तत्र वैशिष्ट्यमस्ति. अन्यत्र इति लिखितं खलु. अन्यत्र इत्यस्य अर्थः अन्यत् स्थानम् इति वक्तुं शक्यते. अन्यत्र इत्यस्य अर्थः अन्यत् स्थानम्. अन्यस्मिन् देशे अन्यः देशः अन्यत् स्थानम् इति वक्तुं शक्यते. अन्यः देशः इति वदामि चेत् तत्रापि समस्तपदं भवति. देशान्तरम् इति पदं सिद्ध्यति. अन्यत् स्थानम् इति वदामि चेत् समस्तपदं स्थानान्तरम् इति भवति. स्थानान्तरं देशान्तरम् इत्यादिषु पदेषु मयूरव्यंसकादिकर्मधारयसमासः अस्ति. अन्यत्र इति कीदृशं पदम् इति प्रश्ने सति तत्र त्रल् इति प्रत्ययः अस्ति. अन्यत्र, सर्वत्र, कुत्र, तत्र, अत्र, बहुत्र इत्यादिषु पदेषु त्रल् इति तद्धितप्रत्ययः अस्ति. अग्रिमं वाक्यं दर्शना भगिनी भवती करोतु. अन्यत्र तु अव्ययम् अव्ययं पदमेव किल. अव्ययमेव एकेन विशिष्टसूत्रेण एतादृशानां तद्धितान्तानाम् अव्ययसंज्ञा दीयते. अव्ययमेव. अग्रे वदतु. पुस्तकालये पुस्तकानि सन्ति. पुस्तकालये उत्तरपुस्तकानि न सन्ति. पुस्तकालये पुस्तकानि एव सन्ति, न उत्तरपुस्तकानि. पुस्तकालये उत्तरपुस्तकानि इत्युक्ते एड्वान्स्ड् बुक्स् किं भगिनि? आन्सर् बुक्स्. आन्सर् बुक्स्. आन्सर् बुक्स्. पुस्तकालये तत्र सप्तमी विभक्तिः अस्ति, एकवचने अस्ति. पुस्तकानि तु बहुवचनं, बहुवचनं प्रथमापुरुषः, क्षम्यतां, प्रथमा विभक्तिः पुस्तकम् इति प्रातिपदिकं. सन्ति तु अस् धातोः प्रथमा पुरुषः बहुवचनम्. उत्तरपुस्तकानि अपि पुस्तकानि एव, पुस्तकानि वत् न अव्ययम्. उत्तमं. पुस्तकालयः विग्रहवाक्यं वदतु. पुस्तकानां पुस्तकानाम् आलयः. पुस्तकालये तत्र विग्रहवाक्यं वदतु. पुस्तकानाम् आलये. पुस्तकानाम् आलयः तस्मिन्. तथा वक्तव्यं खलु? समस्तपदानां विग्रहवाक्यम् एवं वक्तव्यं खलु? सत्यम्. सन्ति इति पदं दत्तमस्ति. अस् धातोः रूपम् अस्ति. अस् धातोः प्रथमपुरुषबहुवचनरूपं सन्ति अस्ति. अदादिगणे अस्ति अस् धातुः. तत्र अन्ति इति प्रथमपुरुषबहुवचन सिद्धप्रत्ययः अन्ति अस्ति. प्रथमपुरुषबहुवचन सिद्धप्रत्ययः अन्ति अस्ति. अस् योगः अन्ति. अदादिगणे शपः लुक् भवति. अदिप्रभृतिभ्यः शपः इति सूत्रेण अदादिगणे शपः लुक् भवति. अस् योगः अन्ति इति प्रत्ययं योजयामः. असन्ति भवति खलु, किमर्थं सन्ति? लुक् भवति. शप्रत्ययस्य लुक् भवति अदादिगणे इति तु सत्यम्. अत्र धातुः अस् अस्ति. रमेश् महोदय वदतु. वदतु. श्नसोरल्लोपः. वदतु. तत्र श्न अपि अस् अपि अस्ति खलु. श्नसोर् अल्लोपः. श्न अस् अपि अस्ति. अस् इति धातोः अकारस्य लोपः भवति इति. उत्तमं. श्न अशोः इति तत्र सूत्रे लिखितमस्ति. श्न असोः श्नशोः अल्लोपः, अकारस्य लोपः भवति. अपित् प्रत्यये परे इति अर्थः अस्ति. अत्र अन्ति इति सार्वधातुक अपित् प्रत्ययः. सार्वधातुक अपित् प्रत्ययः अस्ति चेत् नित्वत् प्रवर्तते. नित् प्रत्यये परे अथवा सार्वधातुक अपित् प्रत्यये परे श्नशोरल्लोपः इति सूत्रेण अकारस्य लोपः भवति. अत्र धातुः तु अस् एव, किन्तु अकारलोपः भवति इत्यतः सन्ति. अपित् प्रत्यये परे एव तत् सूत्रं कार्यं करोति. अस्ति स्तः सन्ति इति भवति. अस्ति स्तः. स्तः इत्यत्रापि तस्य कार्यमस्ति. स्तः इत्यत्र तः प्रत्ययः खलु. तिप् तस् इति वदामः खलु. तस् प्रत्ययः अपित् प्रत्ययः. अपित् प्रत्यये परे स्नशोरलोपः इति सूत्रेण अकारलोपः भवति. अतः एव सन्ति इति रूपं सिद्ध्यति इति वार्ता. उत्तरम् इति दत्तमस्ति. शुभदा भगिनी, उत्तरम् इति कीदृशं पदम्? उत्तरम् उत्तरम् आ... न जानामि भगिनि, क्षम्यताम्। अत्र उत्तु उपसर्गपूर्वक तृ धातोः रूपम् इति चिन्तयितुं शक्यते वा? हा अस्तु, उत्त उपसर्गपूर्वकः तृ धातु, तृ इत्युक्ते दीर्घरुकारः वा? दीर्घरुकारान्त धातुः तरति अस्ति खलु? तरति, अस्तु। उत्तु उपसर्गपूर्वक तरति किं भवति? उत्तरति इति, उत्तरति, उत्तरितुम् इत्यादीनि रूपाणि सन्ति खलु? आम्, वदतु। तर्हि उत्योगः तृ धातुः, तस्य अत्र उत्तरम् इति अस्ति, तर्हि ल्युट् प्रत्ययः किम् इति? ल्युट् अस्ति चेत् अनायाति, अनायाति, आमाम्, अत्र भिन्नप्रत्ययः। अस्तु, रमेश् महोदय भवान् किं चिन्तयति? अहं तरप्रत्यय इति चिन्तितवान्, परन्तु धातुः नास्ति खलु तरप्रत्ययस्य, तर्हि तृ एव भवेत्, उत्तृ तर। तरप्रत्ययः, तमप्रत्ययः, एते प्रत्ययाः तद्धितप्रत्ययाः खलु, प्रातिपदिकात् परम् आयान्ति। हा, तत्र किमपि प्रातिपदिकमपि नास्ति, किं केवलम् एक उपसर्गः एव अस्ति, तर्हि न भवितुम्। तर्हि अच् प्रायः अच् प्रत्ययः भवेत् तत्र। अप् इति प्रत्ययः अस्ति, भवान् श्रुतवान् खलु रुदोरप्, रुदोरप् इति सूत्रेण रुकारान्तधातूनां प्रसङ्गे अप् प्रत्ययस्य विधानं भवति चेत् क्रू धातुतः करः, श्रु धातुतः शरः इत्यादीनि रूपाणि सिद्ध्यन्ति इति मया दृष्टमासीत्, तादृशम् अत्र कार्यमस्ति वा? अग्रे सरेम, दर्शना भगिनी भवती करोतु अग्रिमं वाक्यम्। सौचिकः वस्त्रं सीव्यति, सौचिकः वस्त्रं न वयति, सौचिकः वस्त्रं सीव्यति एव न वयति। सौचिकः कः? सौचिकः टेलर्। उत्तमं, सूची इति शब्दात् आगतम् इति चिन्तयितुं शक्यते खलु, सूची? आम्, सूची इत्युक्ते, सूची इत्युक्ते नीडल्। उत्तमं, सीव्यते अनया, सूच्या सीव्यते, सूच्या जीवति सौचिकः, सूची इति शब्दात् शौचिकः इति पदम् आगतम्। सीव्यति इति तिङन्तपदमस्ति खलु, सीव्यति रूपं दृष्ट्वा धातुः कस्मिन् गणे अस्ति इति वक्तुं शक्यते वा? सीव् इति धातुः, अहं गणस्य सीव्यति इत्यत्र या श्रूयते खलु, शन् प्रत्ययः, शन् दिवादिभ्यः शन् अस्ति इति कारणतः दिवादिगणीयः इति वक्तुं शक्यते। सिव् धातुः उपदेशावस्थायां शोपदेशे धातुः, अत्र धात्वादेः सहसः इति सूत्रेण षकारस्य दन्त्यसकारः भवति, दिवादिगणे अस्ति इति कारणतः श्यन् विकरणप्रत्ययः आयाति। वयति, वयति इति अन्यत् तिङन्तपदं, धातोः रूपं वदामि, अत्र धातुः वेङ् अस्ति, वे इत्युक्ते एजन्तधातुः अस्ति, वे इति एजन्तधातुः भुवादिगणे अस्ति, तत्र रूपं सरलतया साधयितुं शक्नुमः, वक्तुमिच्छति वा? धातुः वे अस्ति, वे इत्यस्य रूपं वयति। सुजात भगिनी, आय आदेशः भवति एजन्तधातोः, ऐ वे योगः ऐ वै वै वय भवति, वयति। अत्र धातुः वे अस्ति, वे धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः शप् गणविकरणप्रत्ययः आयाति, वे योगः शप् योगः तिप्, शप् इत्यस्मात् आ आगतः, वे योगः आ योगः ति इति स्थितिः, वे इति एजन्तधातुः, इगन्तः नास्ति, इगन्तः नास्ति इति कारणतः शप् विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति अत्र। सन्धि एव, यजोयवायावः, उत्तमं, यजोयवायावः इति सन्धिसूत्रेण एकारस्य स्थाने अयादेशः, तेन वकारः योगः ऐ योगः आ योगः ति इति स्थितिः वर्णमेलनेन वयति इति रूपं भुवादिगणे अस्ति. गै धातोः रूपं गायति यथा साधयामः तथा एव अत्रापि वे इति धातोः रूपं वयति. वस्त्रम् इति रूपम् अस्ति खलु. वस्त्रम् इत्यस्य प्रसङ्गे एकम् अन्यत् पदमस्ति वासः. दर्शनभगिनी कृपया वदतु, वासः इत्यस्य प्रातिपदिकं किम्? वासः वास्तु न भवितुमर्हति किल? एकम् अन्यत् पदमस्ति तत्र प्रातिपदिकं वासस्. वासस् रूपाणि कथं भवन्ति? वासः वाससि वासांसि, वासः वाससि वासांसि, वासांसि जीर्णानि यथा विहाय. सत्यं. श्लोकं वदतु. वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देहि. उत्तम. कथं विस्मृतवती अहं. सत्यं सत्यं. धन्यवादाः. वासस् इति प्रातिपदिकमस्ति. वासस् इति प्रातिपदिकात् वासः वाससि वास मनस् मनस्वत् किं मनस् मनस् शब्दवत् सकारान्तप्रातिपदिकं नपुंसकलिङ्गपदम् अस्ति. वस्त्राणि इत्यस्मिन् स्थाने वासांसि इति रूपं श्लोके योजितमस्ति. वस्त्राणि इत्यत्र अणत्वमस्ति. सुजाता भगिनी वदतु, वस्त्राणि. वस्त्राणि रेपः अस्ति, अकारः अस्ति, इच्छनेन अट्कुप्पु वाङ्नुं व्यवायेति इच्छनेन अणत्वं भवति. उत्तमं. रमेश् महोदय भवान् वदतु, श्लोके किमर्थं वस्त्राणि इति न प्रयुक्तं, वासांसि इति एव प्रयुज्यते, किमर्थम्? प्रायः वासांसि कति देहस्य विषयः किल, देहस्य विषयः, न तु तथा वस्त्राणां न इति. देहस्य विषयः अस्ति वासांसि. विषयः तु देहस्य विषयः एव, किन्तु श्लोके वस्त्राणि इति पदं किमर्थं न प्रयुक्तं, केवलं वासांसि इति पदमेव किमर्थम् अस्ति? महोदय वदतु. छन्दस् छन्दोभङ्गः जातः इति चिन्तयामि, परन्तु अस्ति वा इति न जानामि. छन्दसः कृते एव. छन्दस् इति सकारान्तप्रातिपदिकम् अस्ति. छन्दः छन्दसि छन्दांसि एवं रूपाणि भवन्ति. सकारान्तप्रातिपदिकम् अस्ति. छन्दसः कृते तथा लिखितम् अस्ति. इदानीं शुभदा भगिनी षष्ठं वाक्यं वदतु. सिंहः गर्जति, शुकः न गर्जति. तत्र सिंहः एव गर्जति, न तु शुकः इति वक्तुं शक्यते. सिंहः गर्जति, गर्जति इति गर्ज इति धातुः भवति भवेत्. तत्र भुवादिगणीयः भवेत् वा तुदादिः वा न जानामि. तत्र चिन्तनं किम् अस्ति, सामान्यतया बहवः धातवः भुवादिगणे एव सन्ति. ईदृशधातवः सामान्यतया बहवः भुवादिगणे एव सन्ति. अस्तु, तर्हि गर्ज इति भुवादिगणीयधातुः. तत्र ति इति तिङन्तप्रत्ययः, ति इति तिंशित् सार्वधातुकम् इत्यनेन तस्य सार्वधातुकसंज्ञा. तदनन्तरं सार्वधातुके प्रत्यये परे कर्तरि शप् इत्यनेन शप् आयाति. शप् इत्यस्मात् अकारः तिष्ठति अनुबन्धलोपे. गर्ज योगः अयोगः ति गर्ज ति प्रकृतिप्रत्ययमेलनेन गर्जति इति लटिरूपं भवति. तत्र गर्ज इति इत्यस्मिन् केवलम् अदन्तवर्णः एव स्वरः, अतः तत्र कोऽपि गुणस्य प्रसङ्गः नास्ति एव, अतः गर्जति एव तिष्ठति. सिंहः गर्जति, सिंहः एव गर्जति, न तु शुकः इति. उत्तमं. गर्ज धातुतः ल्युट् प्रत्ययस्य योजनेन किं रूपम्? हा, गर्ज गर्जनं भवेत्. तत्र अणत्वं किमर्थं नास्ति? अट्कुप् वाङ्नुं व्यवायेपि इत्यस्मिन् ये ये वर्णाः व्यवधानरूपेण स्वीकृताः सन्ति तस्मिन् चकार च वर्गः नास्ति. रेफोत्तरवर्ती यः जकारः तत्तु निषेधवर्णः, निषेधकवर्णः, अतः णत्वं न भवति. उत्तमं. तत्र जकारः बाधकवर्णः खलु? बाधकवर्णः. उत्तमं. गर्जनम् इति एव भवति, दन्त्यनकारयुक्तं रूपमेव आयाति. सिंहः इति पुंलिङ्गरूपम् अस्ति, स्त्रीलिङ्गे किं भवितुमर्हति? सिंही भवति वा? सिंही, हा सिंही एव भवेत्. सिंही का भवति किम्? तत्र नीपु नीषु नीन् एते प्रत्ययाः सन्ति. सिंह इति प्रातिपदिकं ह्रस्वाकारान्तप्रातिपदिकं खलु, अतः नीप्रत्ययस्य योजनेन सिंही भवितुम् अर्हति. अपि च सिंहस्य अन्यनाम मृगेन्द्रः. मृगेन्द्रः इत्यत्र विग्रहवाक्यं किं भवति? मृगाणाम् इन्द्रः. अत्र इन्द्रः इति कथनेन श्रेष्ठः इति अर्थः खलु? श्रेष्ठः. तर्हि मृगेषु श्रेष्ठः इति अपि भवति वा? अर्थः तु मृगेषु श्रेष्ठः इति अर्थः वक्तव्यः. विग्रहवाक्यं तु मृगाणां श्रेष्ठ, मृगाणाम् इन्द्रः एव. मृगाणाम् इन्द्रः इति विग्रहवाक्यं भवति. अर्थः तु मृगेषु श्रेष्ठः. शुकः इति पक्षिविशेषः. गर्जधातोः प्रसङ्गे किञ्चित् वक्तुमिच्छामि. गर्जधातोः तृच् प्रत्ययान्तरूपं गर्जिता इति भवति. तत्र प्रातिपदिकं गर्जितृ, किन्तु पुंलिङ्गरूपं गर्जिता अस्ति. गर्जिता इति पदं शृणुमः चेत् तत्पदं तृजन्तपदं पुंलिङ्गे भवितुमर्हति, नो चेत् क्तान्तरूपं स्त्रीलिङ्गे अपि भवितुमर्हति. इत्युक्ते गर्जिता इति रूपं यत्र कुत्रापि वाक्येषु पश्यामश्चेत् गर्जिता इति रूपं तृजन्तरूपं पुंलिङ्गे अपि तत् रूपं भवितुमर्हति. गर्जिता पुंलिङ्गतृजन्तरूपं, नो चेत् कृतान्त स्त्रीलिङ्गरूपं भवितुमर्हति. अपि च तस्य लुट् प्रत्ययस्य रूपमपि गर्जिता भवेत्? ल्युडन्तरूपमस्ति गर्जनं, न लुट् लकारस्य रूपं. लुट् लकारस्य रूपं गर्जिता भवति. गर्जिता भवेत्. शुकः इत्यस्मिन् अर्धे एव दाडिमप्रियः इति पदं दृष्टवती. पक्षिविशेषः खलु, दाडिमं फलम् इच्छति शुकः. सिंहस्य अन्यनाम पञ्चाश्यः. अग्रे सरेम, अग्रिमं वाक्यं वदतु. शार्दुलः अपि उच्यते सिंहस्य कृते. शार्दुलः अपि एकं अहं तु श्रुतवती, शार्दूलः इति सिंहस्य अर्थे अस्ति. सिंहस्य अर्थे अस्ति नरशार्दूलः इति उच्यते खलु. नरशार्दूलः रामस्य कृते. नरशार्दूलः उत्तिष्ठ नरशार्दूल. उत्तिष्ठ नरशार्दूलः. नरपुङ्गवम् इति अपि अस्ति. महोदय भवान् वदतु, नरपुङ्गवः इत्यत्र किमस्ति? पुङ्गवः इति कथनेन पुङ्गवः इत्युक्ते गौः न किं वदनीयं तस्य न बुल् इति यत् वदामः तदेव पुङ्गवः अस्ति. बेस्ट् अमङ्ग् मेन् अपि वक्तुं शक्यते. नरेषु श्रेष्ठः यथा भगिनी उक्तवती, नरशार्दूलः, नरपुङ्गवः इत्यादीनि पदानि सन्ति. सुभद भगिनी अग्रे करोतु. अग्रिमं, वृक्षः फलति, काष्ठं न फलति. अत्र वृक्षः वृक्षः एव फलति, न तु काष्ठम् इति वक्तुं शक्यते. वृक्षः फलति, फलति इति फल फल इति धातुः, तस्मिन् तस्य शप् इति विकरणप्रत्ययः ति, फलति इति भवति. काष्ठं काष्ठम् इति न जाने. काष्ठं न फलति. काष्ठम् इत्युक्ते दारु, ड्रै स्टिक्स्, ब्राञ्च्, ड्रै ब्राञ्च् अथवा वृक्षः फलति, काष्ठं न फलति खलु आम् दारु इति अन्यत् पदमस्ति काष्ठम् इति नपुंसकलिङ्गपदं दारु इति ऊकारान्तपदं नपुंसकलिङ्गपदं तस्य रूपाणि दारु दारुणि दारूणि दारु दारुणि दारूणि एवं रूपाणि वक्तव्यानि भवन्ति अर्थः तु समानः काष्ठम् इत्युक्ते दारु काष्ठम् इत्यस्य बहुवचनरूपं काष्ठानि तत्र किमर्थं णत्वं नास्ति तत्र टकार टक्तवर्गीयवर्णः बाधकवर्णः अस्ति ठकारः अस्ति इति कृत्वा उत्तमं ठकारः बाधकवर्णः टवर्गीयठकारः महाप्राणठकारः बाधकवर्णः अतः काष्ठानि संस्कृतभाषायां क्ष तत्र चिन्तनं किम् अस्ति क अपि च षकारः तयोः किं तत् संयोगः संयुक्त अक्षर उत्तमं ककारषकारयोः मेलनेन क्ष इति रूपम् आगतमस्ति फलति इति लटिरूपम् अस्ति फलनम् इति ल्युडन्तरूपम् अस्ति फलितम् इति कीदृशं रूपं शुभदा भगिनि फलितं फलितं प्रत्ययस्य संयोजनेन फल इति सेट् धातुः तर्हि फलित इति भवति तस्य क्तान्तरूपम् उत्तमम् इत्युक्ते नपुंसकलिङ्गे फलितं फलिता फलितः खलु आम् उत्तमं फलितं भिन्नं फलितुं भिन्नं भेदः कः फलितं फलितुं फलितम् इति क्तान्तप्रत्ययस्य योजनेन क्तप्रत्ययस्य योजनेन क्तान्तरूपं तस्य नपुंसकलिङ्गे फलितम् इति भवति तत्तु कस्यापि विशेषणं भवितुम् अर्हति क्ताप्रत्ययः कर्मार्थकप्रत्ययः हा कर्मार्थकप्रत्ययः अतः परन्तु फलितुम् इति तुमन् प्रत्यय तुमन् अव्ययः अस्ति अतः तु फलितुम् इति अव्ययरूपेण आगच्छति उत्तमं फलितुम् इति तुमन्नन्तं रूपम् अस्ति कालेन सर्वं फलिष्यति इत्युक्ते काले सर्वं फलिष्यति विथ् टैम् एव्रिथिङ्ग् विल् बेर् फ्रूट् उत्तमं काले सर्वं फलिष्यति इति वाक्यमस्ति श्लोकस्य वाक्यमेव असंशयं विजानीहि काले सर्वं फलिष्यति फलम् इति पदं जानीमः फलधातोः रूपमेव फलं फलति इति क्रियापदमपि अस्ति भुवादिगणे अस्ति शुभदा भगिनी भवती एव अग्रे करोतु सज्जनः उपकारं करोति मूर्खः न करोति सज्जनः उपकारं सज्जनः एव उपकारं करोति मूर्खः न करोति इति तस्य उत्तरं सज्जनः इति समस्तपदं समस्तपदं कर्मधारयसमासः इति मन्ये सत् जनः इति तत्र सन्धिः अपि अस्ति समासे तु सन्धिः अस्ति एव सत् योगः जनः इति सज्जनः तत्र सन्धिकार्याणि सन्ति तकारस्य स्थाने आदौ दकारः आयाति झलां जशोन्त्य सूत्रेण जस्त्वं भवति पश्चात् दकारस्य स्थाने जकारः आयाति श्चुत्वं भूत्वा जष्ट्वं श्चुत्वम् इति द्वयोः सन्धिकार्यद्वयेन तत्र सज्जनः इति रूपं सिद्ध्यति सत् जनः इति कर्मधारयः समासः साधारणतया समस्तपदानां प्रसङ्गे प्रातिपदिकमेव स्वीकर्तव्यं प्रातिपदिकं स्वीकृत्य वदामश्चेत् सत् योगः जनः इति भवति किन्तु समस्तपदानां प्रसङ्गे विग्रहवाक्यं वक्तव्यं विग्रहवाक्यं किम् इत्युक्ते सञ्च असौ जनः च इति भवति उत्तमपुरुषः उत्तमः च सः पुरुषः च एवं विग्रहवाक्यं भवति एवमेव अत्रापि सञ्च असौ जनः च इति विग्रहवाक्यं भवति तत्र एकः मम संशयः प्रश्नः न संशयः सर्वदा मम मनसि अस्ति तत्र च इत्यस्य योजनस्य किं प्रयोजनं सञ्च इति अस्ति असौ जनः च इति अस्ति तत्र कर्मधारय समासस्य प्रसङ्गे विग्रहवाक्यानि द्विधा वक्तुं शक्यन्ते सञ्जनः इति वदामश्चेत् पर्याप्तं नो चेत् सञ्च असौ जनः च इति अपि साधुरूपमेव द्विधा भवितुमर्हन्ति विग्रहवाक्यानि तत्र कर्मधारयसमासस्य प्रसङ्गे. अस्तु. उत्तमः च एषः जनः च इति अपि साधु. उत्तमः जनः उत्तमजनः इति अपि साधु. तत्र एका एका शैली इति वक्तुं शक्यते वा? शैली द्विधा भवति. सज्जनः भिन्नः, सुजनः भिन्नः खलु. सुजनः इति शोभनः, जनः इति तत्र प्रादिसमासः अस्ति. प्रादिसमासः आम् इत्युक्ते प्रादिषु अन्यतमं पदम् अस्ति सु. सु इति प्रादिषु अन्यतमः. सुजनः इति अस्ति. सुजनस्य भावः सौजन्य. उत्तमं. सौजन्यम् आहत्य अत्र वार्ता का? सज्जनः उपकारं करोति. उपकारमपि क्रूधातोः उपसर्गपूर्वकः क्रूधातोः ल्युडन्तरूपं भवेत् खलु. ल्युट् इत्यस्य कारं कथं भवति? क्रूधातोः घञ् प्रत्ययस्य योजनेन कारः. घञ् प्रत्ययस्य योजनेन. अस्तु. उपयोगः क्रूधातुः, योगः घञ् प्रत्ययः. तस्य उप यकारः अस्ति इति कृत्वा तत्र वृद्धिः भवति अचोयणिति इत्यनेन. अतः उपकारः इति रूपं भवति. तत्र पुल्लिङ्गे उपकारः इति. करोति इत्यत्र किञ्चित् वदतु. करोति. करोति इति क्रूधातुतः तनादिगणीय अस्ति इति कृत्वा तनादिक्रुभ्यः उहु इति सूत्रेण तत्र उ इति विकरणप्रत्ययः आयाति. क्रु योगः उ योगः ति. उ इति आर्धधातुकप्रत्ययः. अत्र किमपि कार्यमस्ति भवती वक्तुमिच्छति वा? सार्वधातुक अर्धधातुकयोः इच्छनेन गुणः भवति. प्रथमवारं उ प्रत्ययं निमित्तीकृत्य उ इति आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः इतोपि कीदृशः इति प्रश्ने सति आर्धधातुक कित् नित् णित् नित् भिन्नः. उ प्रत्ययः आर्धधातुकसामान्यप्रत्ययः. अतः उ प्रत्ययं निमित्तीकृत्य क्रु इति इगन्तधातुरूपी अङ्गे सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यं भवति. आर्धधातुकप्रत्यये परे अपि अत्र उ इति आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्यये परे अपि क्रु इति इगन्तं धातुरूपी अङ्गम् अस्ति. तत्र गुणकार्यं वदतु. गुणकार्यं करो कर् योगः उ योगः ति करोति. ओकारः भवति. प्रथमवारम् उ प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. द्वितीयवारं तिप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. करु तिप्रत्ययस्य कृते करु इति अङ्गं भवति. शुभदभगिनी कृपया वदतु. क्रु करु कर् इति भवति उ प्रत्ययस्य योजनेन. उ प्रत्ययस्य प्रभावेण कर् इति भवति सार्वधातुकार्धधातुकयोः. तदनन्तरं कर् योगः उ योगः ति. कर् करु योगः ति इति भवति. ति इति अधुना तिंशित् सार्वधातुकम् इत्यनेन तस्य सार्वधातुकसंज्ञा. अतः सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तङ्गस्य गुणः भूत्वा करु इत्यस्य करो इति भवति. करो योगः ति प्रकृतिप्रत्ययमेलनेन करोति इति रूपं सिद्ध्यति. उत्तमं. तिप्रत्यये पित्वमस्ति. तिप्रत्यये पित्वमस्ति इति कारणतः करु इति इगन्तमङ्गमस्ति. प्रथमवारं उप्रत्ययं निमित्तीकृत्य गुणकार्यं. द्वितीयवारं तिप्रत्ययं निमित्तीकृत्य करु इत्यस्मिन् अङ्गे गुणकार्यं भवति. उप्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकसामान्यप्रत्ययः. सज्जनः एव उपकारं करोति, मूर्खः न इति अत्र वार्ता. अस्तु, अग्रे सरेम. दर्शनभगिनी भवती करोतु अग्रे. हंसः तरति, मूषकः न तरति. हंसः एव तरति, न तु मूषकः. हंसः पुंलिङ्गे अस्ति, प्रथमा विभक्तिः एकवचने. तरति तृधातुः, प्रथमपुरुषः एकवचनं रूपम्. मूषकः अपि पुंलिङ्गे अस्ति, प्रथमा विभक्तिः एकवचनं. न अव्ययं, तरति तृधातुः. तृधातोः प्रथमपुरुष एकवचनम्। अत्र तृ इति दीर्घरूकारान्तधातुः अस्ति, दीर्घरूकारान्तधातोः रूपं। तत्र कार्याणि कानि वक्तुमिच्छति वा? न भगिनी, अहं असङ्ग्रहशस्त्रेण असङ्गा अस्मि। शुभदा भगिनी, भवती वक्तुमिच्छति वा? शृणुमः। तृ इति दीर्घरूकारान्तधातुः, रूकारान्तधातुः इत्युक्ते ईगन्तधातुः एव, भुवादिगणे अस्ति। तृ योगः भुवादिगणीयः अस्ति इति कृत्वा शप् इति विकरणप्रत्ययः, सि इति तिङन्तप्रत्ययः, तृ इत्यस्य इगन्त अस्ति इति कारणात् शप् शप् इत्यस्य योजनेन शप् इति षित् अस्ति, अपि च पित् अपि अस्ति, सार्वधातुक तिंशित् सार्वधातुकम् इत्यनेन तस्य सार्वधातुकसंज्ञा भवति, अतः तृ इत्यस्य गुणः भूत्वा तर् इति भवति। तर् योगः अयोगः ति, तर योगः ति, तरति इति रूपं सिध्यति। उत्तमं भगिनी, साधु। दीर्घरूकारान्तधातुः अस्ति, भुवादिगणे अस्ति, अतः शपायाति। तृ इति इगन्तमङ्गम् अस्ति, शप्रत्ययस्य कृते तृ इति इगन्तमङ्गम् अस्ति, अतः सार्वधातुकार्धधातुकयोः सूत्रेण ऋकारस्य गुणसंज्ञकवर्णः अकारः अस्ति, अपि च उरण्ड्रपरः इति सूत्रेण सः अकारः रपरः भवति, अतः तृ इत्यस्य रूपं तर् भवति। तर् योगः अयोगः ति, तरति। तृ धातोः ल्युडन्तरूपं तरणम्। शुभदा भगिनी, भवती वदतु, उत् योगः तरति? वयं दृष्टवन्तः उत् योगः तरति, उत्तरति इति भवति। उत्तरति इति प्रयोगः अस्ति। उत् योगः तीर्णः? उत्तीर्णः, उत्तीर्णः। तृधातोः क्तान्तरूपं तीर्णः खलु? तीर्णः। तृधातोः क्तान्तरूपं तीर्ण, क्तवत् रूपमस्ति तीर्णवान्। उत्योगः तीर्णवान्, उत्तीर्णवान्। कर्मणि लट् अस्ति तीर्यते, तीर्यते, तत्र विशिष्टं सूत्रमस्ति इति भाति। तृ इत्यस्य रूपं तीर् भवति, तीर्याते इति कर्मणि लट् रूपमस्ति। ऋत इद्धातोः इति भवति इति मन्ये, ऋत इद्धातोः, ऋत इद्धातोः इत्यनेन तस्य तिर् इर् इति भवति, अतः तिर् भवति। तदनन्तरं हलि च इत्यनेन तस्य दीर्घं भवति, अतः तीर् इति भवति। तीर् योगः यक् तस्य य ते, तीर्यते इति। उत्तमं। तृधातोः क्तान्तरूपं तीर्ण इति भवति, तत्र तु रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण नकारादेशः भवति। रेफान्तधातुः अस्ति इति कारणतः रदाभ्याम् इति लिखितमस्ति, इत्युक्ते रेफान्तधातुः अस्ति इति कारणतः। हंसः इति कथनेन पक्षिविशेषः, मूषकः इति कथनेन जन्तुविशेषः। हंसः इत्यस्मिन् स्थाने सितच्छदः सितपक्षः इति पदद्वयमपि साधु भवति। सितच्छदः सितपक्षः, सित इति कथनेन वैट् कलर्, शुक्लवर्णः इति अर्थः अस्ति। सितौ छदौ यस्य सः, सितच्छदः सितौ पक्षौ यस्य सः, सितपक्षः एव हंसः। सितच्छदः सितपक्षः इति कथनेन अपि हंसः इति अर्थः अस्ति। भगिनी, एकः प्रश्नः अस्ति, सिंहः तत्र उच्चारणं सिंहः अपि भवितुम् अर्हति किल? सिंहः वा? सिंहः तत्र मकारस्य उच्चारणं कथं तत्र सिंहः एव भवितुम् अर्हति वा सिंहः भवितुम् अर्हति वा? अहं चिन्तयामि सिंहः, सिंहः साधु, सिंहः भवितुम् अर्हति वा इति प्रश्न। तत्र अनुस्वारः भवितुम् अर्हति वा केवलं मकारः भवितुम्? अनुस्वारः एव, अनुस्वार एव। संसारस्य तत्र संसारस्य भवितुम् अर्हति वा? अहं किमर्थं पृष्टवती इत्युक्ते आदौ भवती एव एकं पदस्य उच्चारणं कृतवती, तत् अहम् इदानीं न स्मरामि। पश्यतु अस्मिन्नेव पुटे सिंहः इति कथं लिखितमस्ति, अनुस्वारसहितं रूपं लिखितमस्ति। अपि च संसारः तत्पदं भिन्नं, संसारः इत्यत्र सम् इति उपसर्गः अस्ति, उपसर्गः अपि पदमेव, तत्र सन्धिकार्यं भवति चेत् अत्र अनुस्वारादेशः भवति। सम् उपसर्गः अस्ति, श्रुधातोः रूपमेव सारः, तत्र केवलम् अनुस्वारसन्धिः एव भवति, न तु परसवर्णादेशः। किमर्थं चेत् सकारस्य परसवर्णः नास्ति। संसारः इत्यत्र समिति उपसर्गः अस्ति, समिति उपसर्गः अस्ति इति कारणतः मकारस्य स्थाने अनुस्वारादेशः भवति, किन्तु तत्र परसवर्णयुक्तं रूपं न सिध्यति। तर्हि तत्र तादृशमेव तिष्ठति, अनुस्वारः एव तिष्ठति इति मम चिन्तनमस्ति। यथा संस्कृतं श सः इत्येतेषाम् अनुनासिकपरसवर्णः नास्ति, अतः अनुस्वारसहितं रूपम् एव तिष्ठति। परन्तु लोके तु उच्चारः भिद्यते, उत्तरभारतीय ये जनाः सन्ति तेषाम् उच्चारः संसारः नकारस्य उच्चारः तत्र भवति। वयं तु महाराष्ट्रीय जनाः संसारः इति उच्यते। दक्षिणभारते तु मकारस्य उच्चारः प्रभावेण भवति इति मन्ये, न जानामि निश्चितरीत्या, परन्तु उत्तरभारतीयानां तु संसारः इति भवति, संस्कृत इति भवति, नकारस्य उच्चारः तत्र लौकिकभाषायाः प्रभावः अस्ति इति मन्ये। उत्तमं, प्रभावेन रूपमपि साधु, प्रभावेण इति रूपमपि साधु, तस्मिन् प्रसङ्गे अपि किञ्चित् चिन्तनम् अस्ति, अस्माकं जालस्थाने लिखितमस्ति, प्रभावेन प्रभावेण इति रूपद्वयमपि साधु एव। उच्चारणम् उच्चारणं ल्युडन्तमस्ति, उत् उपसर्गपूर्वक चर् धातुतः णिच् योजनेन उच्चारयति इति रूपं सिध्यति। उच्चारणम् इति उत् उपसर्गपूर्वक णिजन्तयुक्त ल्युडन्तम्। अग्रेसरेम रमेश महोदय दशमं वाक्यं पठतु। मयूरः नृत्यति, शुनकः न नृत्यति। मयूरः एव नृत्यति, न शुनकः। मयूरः इति प्रथमाविभक्त्याम् अस्ति, नृत्यति इति क्रियापदमस्ति, शुनकः इति प्रथमाविभक्ति, न इति अव्ययपदम्, एव इति अव्ययपदम्, नृत्यति इति द्विवादिगणीयधातुः भवति, नृ योगश्यन् विकरणप्रत्ययः अस्ति तत्र, किमपि सन्धि किमपि गुणकार्यं नास्ति। श्यन् इति षित् अस्ति परन्तु अपित् अस्ति, तर्हि ङित्वत् कार्यं करोति। नृत्योगः य योगः इति नृत्यति इति एव सिध्यति। नृत्याति दिवादिगणे अस्ति, उत्तमं। नृत्यधातोः ल्युडन्तं किं भवति? ल्युट् नर्तनम्। नर्तनं नृत् धातुतः ल्युट् योजनेन तत्रापि गुणकार्यम् अस्ति। ल्युट् प्रत्ययः आर्धधातुकः, कित् नित् णित् नित् भिन्नः, आर्धधातुकसामान्यप्रत्ययः, अतः आर्धधातुकप्रत्ययं निमित्तीकृत्य नृत् इत्यत्र उपधायां ऋकारः अस्ति, लघु ऋकारः अस्ति, लघु इगुपथधातुः नृत्, उपधायां ह्रस्वरुकारः अस्ति, अतः भुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भूत्वा नृत् नर्त् भवति। नर्त् योगः अन, नर्तन नर्तनम् इति रूपम्। णुवलन्तम् अस्ति, नर्तकः, स्त्रीलिङ्गे नर्तिका इति भवति। तत्र एकं चिन्तनमस्ति, नर्तकी भिन्नं पदं, नर्तिका भिन्नं पदम्। महोदय भवान् श्रुतवान् वा? किमपि एकं रजकः यत्र अस्ति तादृशसूत्रं तस्यापि अस्ति इति चिन्तयामि। यत्र नूल् प्रत्ययः भवति तत्र नर्तिका एव भवेत् इति। नर्तिका भवति। एकम् अन्यत् पदमस्ति नर्तकी, नर्तकी इति रूपम् अस्ति। नर्तकी इत्यत्र एकः अन्यप्रत्ययः अस्ति, श्वुन् श्वुन् इति प्रत्ययः अस्ति। श्वुन् इति कथनेन त तस्मिन् प्रत्यये षित्वम् अस्ति, इत्युक्ते षकारः इति संज्ञकः, षित्वात् नीष् प्रत्ययः आयाति. नर्तकी, नर्तिका इति स्त्रीलिङ्गे अणुवल् रूपं, किन्तु नर्तकीरूपमपि अस्ति. नृत् धातोः लटीरूपं नृत्यति अस्ति. क्तान्तरूपम् अथवा क्तवत् रूपं वदतु. नृत्तो तवत् तवतु तवत् नृत्ततः नृत्तवान् नृत् न नर्तितवान् एव वा नर्तितवान् वस् भवति वा नृत्तवान् एव भवति नृत्तवान् नृत् धातोः परं क्तवतु प्रत्ययं योजयामः. क्तवतु इत्यत्र तवत् अवशिष्यते, नृत्ययोगः तवत् नृत्तवत् प्रातिपदिकम् नृत्तवत् नृत्तवान्. तत्र एकं वैशिष्ट्यम् अस्ति नृत् धातोः प्रसङ्गे. क्त्वान्तरूपं पश्यामश्चेत् नर्तित्वा इति रूपं दृश्यते, नर्तित्वा, किन्तु क्तवत् रूपमस्ति नृत्तवान्. नृत्तवान् इत्यत्र समस्या नास्ति. नृत्तवान् इत्यत्र केवलं नृत् धातुं स्वीकुर्मः, क्तवत् योजयामः, तेन नृत्तवत् इति प्रातिपदिकं सिद्ध्यति, तत्र समस्या नास्ति. किन्तु नृत् धातोः परं क्त्वा प्रत्ययः, क्त्वा प्रत्ययः अस्ति चेत् नर्तित्वा इति रूपं भवति. किमर्थं यत्र इडागमः भवति, यत्र इडागमः भवति तत्र कित्वत् कार्यं न करोति इति अस्ति. वदतु. सूत्रं विस्मृतवान्. इडागमः निषेधः सूत्रमस्ति. नक्त्वा सेट् इति सूत्रमस्ति. नर्तित्वा इति रूपं साधयितुं नर्तित्वा इत्यत्र गुणकार्यं भवेत्, गुणकार्यं भवति चेदेव नर्तित्वा इति रूपं सिद्ध्यति. गुणकार्यं भवति चेदेव नर्तित्वा इति रूपं सिद्ध्यति. किन्तु गुणकार्यं कथं भवति तत्र? क्त्वा इति प्रत्ययः कित् अस्ति, कित् प्रत्यये परे गुणनिषेधः भवति सर्वदा. आम्, कित्वत् कार्यं यदि कित् अस्ति चेत् तत्र नीति च इति सूत्रेण गुणनिषेधः भवति. किन्तु रूपं पश्यामश्चेत् तत्र गुणकार्यं दृश्यते. नर्तित्वा इति रूपमेव लोके अस्ति, तत्र गुणकार्यम् अवश्यं करणीयम्. क्त्वा प्रत्ययः तु कित् प्रत्ययः, कित् प्रत्यये परे गुणनिषेधः भवति, अतः तत्र एकं विशिष्टं सूत्रं कार्यं करोति. नक्त्वा सेट् इति सूत्रमस्ति, तेन सूत्रेण कित्वनिषेधः भवति, कित्वं निषिध्यते. कित्वस्य निषेधः भवति चेदेव गुणः भवितुमर्हति. कित्वनिषेधात् तत्र गुणकार्यं भवति, अतः नर्तित्वा इति रूपं सिध्यति. शुनकस्य अन्यनाम कुक्कुरः, एवमेव मयूरस्य अन्यनाम बर्ही, शिखी, केकी इत्यादीनि पदानि सन्ति. तत्र महोदय भवान् वदतु, बर्ही इत्यत्र प्रातिपदिकं किम्? वर्हिन् इति वा? शिखी इत्यत्र शिखिन् इति अस्ति. केकी इत्यत्र केकिन्, केकिन्. इमानि नकारान्तप्रातिपदिकानि. अन्तिमं वाक्यं भवान् करोतु. नदी वहति, सागरः न वहति. नदी एव वहति, न सागरः. नदी इति स्त्रीलिङ्गपदमस्ति, प्रथमाविभक्ति, एकवचनरूपं. वहति इति वह् धातोः लटीरूपं, प्रथमपुरुष एकवचनं. सागरः इति अपि प्रथमाविभक्ति एकवचनरूपमेव अस्ति. वहति किमपि, तत्र किमपि कार्यं नास्ति. वह् योग अयोगः, ति वहति, भ्वादिगणीयधातुः अस्ति. प्रा उपसर्गस्य योजनेन प्रवहति, प्रवाहः, प्रवहति, इमानि प्रसिद्धानि पदानि खलु. वहति, प्रवहति, द्वयोर्मध्ये भेदः अस्ति वा? वहति, प्रवहति, प्रवहति इत्युक्ते फ्लोस् इति अस्ति. प्रकर्षेण वहति, प्रकर्षेण वहति. वहति इत्युक्ते भारं वहति इति अर्थः अपि अस्ति, किन्तु प्रवहति इत्युक्ते फ्लोस् इति अर्थः अस्ति खलु सागरः इति तद्धितान्तं पदं कथं सागरः सगरस्य सगरस्य इदं सागरः वा पुंलिङ्गशब्दः खलु अतः अयं सगरः सगरस्य अयं सागरः सगरस्य अयं सागरः सागरः इत्युक्ते समुद्रः किन्तु तत्र निष्पत्तिः भिन्ना अस्ति सागरगामिनी सागरगामिनी नदी इति वक्तुं शक्यते तत्र सागरगामिनी इति स्त्रीलिङ्गपदमस्ति पुंलिङ्गं किं भवति सागरगामिन् इति गामिनी गामी इति भवेत् गामिन् इति प्रातिपदिकं भवेत् उत्तमं सागरगामिन् इति नकारान्तप्रातिपदिकमस्ति पुंलिङ्गे सागरगामी स्त्रीलिङ्गे सागरगामिनी सागरमेखला इति पदमस्ति सागरमेखला का कोऽपि वदतु सागरमेखला बेङ्गल् बेङ्गल् तत्र सागरमेखला बेङ्गल् किल सागरमेखला का इति प्रश्ने सति पृथिवी इति अर्थः अस्ति पृथिवी सागरमेखला किमर्थं दर्शनभगिनी वदतु पृथिवी सागरमेखला पृथिव्याः अन्यनाम अस्ति सागरमेखला सागरमेखला इति कथनेन सागरः मेखला इव यस्याः सागरः मेखला इव यस्याः अस्ति सा एव अतः एव पृथिव्याः अन्यनाम सागरमेखला अर्थः बुध्यते खलु किमर्थम् एवम् उक्तमस्ति परन्तु मेखला इति बेङ्गल् इति अर्थे वा चेन् इति अर्थे वा मेखला इति चेन् इति आसीत् परन्तु भगिनी उक्तवती बेङ्गल् इति कङ्कणं गर्डल् गर्डल् इति लिखितमस्ति गर्डल् इति लिखितमस्ति तत्र लर्न् संस्कृत् अस्ति गर्डल् उद्यानं यत् वदामः तदेव उद्यानं तदेव मध्ये यत् स्थापितमस्ति बहु सम्यक् सागरः मेखला इव यस्याः अस्ति सा अतः एव पृथिव्याः नाम सागरमेखला इति भाति बहु सम्यक् अग्रिमानि वाक्यानि पूर्वं चर्चितानि एव अग्रिमानि वाक्यानि दृष्टपूर्वाणि अतः तेषां चिन्तनम् अद्य मास्तु अग्रिमे सप्ताहे इति अव्ययस्य प्रसङ्गे चिन्तनं करिष्यामः अधुना अत्र स्थगयामः सर्वेषां धन्यवादाः अनेके धन्यवादाः धन्यवादः भगिनी नमस्कारः नमस्कारः महोदय अहं दृष्टवान् उत्तरः अपि पदमस्ति तत्र तरप्रत्ययः अपि अस्ति इति एकं रूपम् अस्ति परन्तु यत्र उत्तरं यत्र आन्सर् इति पदमस्ति तत्र क्लीबम् अस्ति तत्र केवलम् अप् प्रत्ययः अस्ति तत्र तरप्रत्ययः नास्ति तृ इति धातुः अस्ति अप् प्रत्ययः अस्ति अस्तु धन्यवादाः महोदय धन्यवादः